पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 106 पृथुरुवाच सेदिहासमिमं ब्रह्मन्माहात्म्यं कथितं त्वया अत्याश्चर्यकरं सम्यक् तुलस्यास्तु श्रुतं महद यदूर्जप्रदिनः पुंसः फलं महदुदाहृदं तत्पुनर्ब्रूहि माहात्म्यं केन चीर्णमिदं कथम् नारद उवाच आसीत् सह्याद्रिविषये करवीरपुरे पुरा ब्राह्मणो धर्मवित् कश्चिद्धर्म दत्तोदिविश्रुतः विष्णुव्रतकरशश्वद्विष्णुपूजारतः सदा द्वादशाक्षरविद्यायां जपनिष्ठोऽतिथिप्रियः कदाचित् कार्तिके मासि हरिजागरणाय सः रात्र्या तुर्यां शशेषायां जगाम हरिमन्दिरम् हरिपूजोपकरणान् प्रगृह्य व्रजता तदा तेन दृष्टा समायादा राक्षसी भीमनिःस्वना वक्रदंष्ट्राननाजिह्वा निमग्ना रक्तलोचना दिगम्बरा शुष्कमांसालम्बोष्ठी कर्करस्वना तां दृष्ट्वा भयवित्रस्थकम्पिता वयवस्तदा पूजोपकरणैर्वेगात् पयोभिश्चाहनद्भयाद् संस्मृत्य जहरेर्नाम तुलसीयुधवारिणा साहदापादकं तस्मात् तस्याः सर्वमगात्क्षयम् अद संस्मृत्य सा पूर्वजन्मकर्म विपाकजं स्वां दशामब्रवीत् सर्वां दण्डवत्तं प्रणम्य सा कलहोवाच पूर्वकर्मविपाकेन दशामेधां गदाह्यहं तत्कथं तु पुनर्विप्र याम्युत्तमगतिं शुभाम् नारद उवाच तां दृष्ट्वा प्रणदामग्रे वदमानां स्वकर्म तद अतीव विस्मितो विप्रस्तदा वचनमब्रवीद धर्मदत्त उवाच केन कर्मविपाकेन त्वं दशामी दृशीं गदा कुतस्त्वं काजकिं शीला तत्सर्वं कथयस्व मे कलहोवाच सौराष्ट्रनगरे ब्रह्मन् भिक्षुनामा भवद्विजः तस्याहं गृहिणीपूर्वं कलहाख्यादिनिष्ठुरा न कदाचिन्मया भर्तुर्वचसापि शुभं कृतं नार्पितं तस्य मिष्टान्नं भर्तुर्वचनभङ्गया कलहप्रियया नित्यं भयोद्विघ्नस्तदा द्विजः परिणेतुं तदान्यास मदिं चक्रे पतिर्मम तदोगरं समादाय प्राणात्यक्ता मया द्विज अध बद्ध्वा बध्यमानां मां विनिन्युर्यमानुगाः यमश्च मां तदा दृष्ट्वा चित्रगुप्तमपृच्छद यम उवाच अनया किं कृतं कर्म चित्रगुप्तविलोकय प्राप्नोत्वेषा कर्मफलं शुभं वा शुभमेव च चित्रगुप्तस्तदो वाक्यं भत्सयन् समुवाचः चित्रगुप्त उवाच अनयादु शुभं कर्म कृतं किञ्चिन्न विद्यते मिष्ठान्नं भुक्तमनया न भर्तरि तदर्पितम् अधश्च वल्गुलीयोन्यां स्वविष्ठादावतिष्ठतु भर्तुर्द्वेषकरी त्वेषा नित्यं कलहकारिणी विष्ठादा शुकरीयोन्यां ततस्तिष्ठत्वियं हरे पाकभाण्डे सदा भुक्तं नित्यं चैवानया यतः तस्माद्दोषात् बिडाली दुःस्वजादापत्यभक्षिणी भर्तारमनयोद्दिश्य ह्यात्मखादकृतो यतः तस्मात् प्रेतपिशाचेषु तिष्ठत्वेषादिनिन्दिता ततश्चैव मरुन्देशं प्रापितव्या भटैः सह तत्र प्रेतशरीराख्या चिरं तिष्ठत्वियं तदः इत्थं योनित्रयं त्वेषा भुनक्त्वा शुभकारिणी कलहोवाच साकं पञ्चशताब्दानि प्रेतदेहे स्थिता किल क्षुतृभ्यां पीडिता नित्यं दुःखिता स्वेन कर्मणा ततः क्षुत्पीडिता नित्यं शरीरं वणिजस्त्वहम् आयाता दक्षिणं देशं कृष्णा वेण्यास्तु सङ्गमे तत्तीर संश्रिता यावत्तावत्तस्य शरीरतः शिवविष्णुगणैर्दूरमपाकृष्टा बलादहं ततः क्षुत्क्षामया दृष्टो भ्रमं त्या त्वं मया द्विज प्रक्षिप्ततुलसी वारिसंसर्गगतपापया तत्कृपां कुरु विप्रेन्द्र कथं मुक्तिमियाम्यहम् यो नित्रया ददि भयादस्माच्च प्रेतदेहतः इत्थं निशम्य कलहा वचनं द्विजश्च तत्कर्मपाकभवविस्मयदुःखयुक्तः तद्ग्लानिदर्शनकृपाचलचित्तवृत्तिर्ध्यात्वा चिरं स वचनम् निजगाद दुःखाद इति श्रीपाद्मे महापुराणे उत्तरखण्डे कार्तिकमहात्म्ये कलहोपाख्यानं नाम षडधिकशततमोऽध्यायः ॐ